पद्मपुराणं खण्डं 1 सृष्टिखण्डम् अध्यायं 19। भीष्म उवाच, पुष्करस्य च नन्दाया श्रुतं माहात्म्यमुत्तमं ऋषिकोटिर्यदा याता पुष्करे मुखदर्शनाद् सर्वै सुरूपदा लब्धा सर्वमेदन्मया श्रुतं यज्ञोपवीतैर्भक्तानि यानि तानि वदस्व मे कथं तीर्थविभागस्तु कृतस्तैस्सु महात्मभिः आश्रमे यानि तीर्थानि कृतान्यपि महर्षिभिः पदन्यासकृतः पूर्वं विष्णुना यज्ञपर्वते नागैस्तत्र पञ्चतीर्थं कृतं तैस्तु महाविषैः पिण्डप्रदानवापी च केन पूर्वं विनिर्मिता उदन्मुखी भूमिगदा कथं गङ्गा सरस्वती ब्राह्मणैर्वेदविद्वद्भिः कथं यात्रा त्रिपुष्करे कर्तव्या यत्फलं तस्या जायते तद्वदस्व मे पुलस्त्य उवाच प्रश्नभारो महानेश भवता परिकल्पितः तदेकाग्रमना भूत्वा शृणु तीर्थमहाफलम् यस्य हस्तौ च पादौ च मनश्चैव सुसंयतम् विद्या तपश्च कीर्तिश्च सतीर्थफलमश्नुते प्रतिग्रहादुपावृत्तः सन्तुष्टो येन केनचित् अहङ्कारनिवृत्तश्च स तीर्थफलमश्नुते अक्रोधनश्च राजेन्द्र सत्यशीलो दृढव्रतः आत्मोपमश्च भूतेषु स तीर्थफलमश्नुते ऋषीणां परमं गुह्यमिदं भरदसत्तम पूर्वं यत्र महाराज सत्रे पैदामहे तथा यदीनामुग्रतपसां येषां कोटिः समागता मुखदर्शनमाश्रित्य स्थितास्ते ज्येष्ठपुष्करे सुरूपदां परां लब्ध्वा प्रीतास्ते मुनिसत्तमाः हर्षेण महदाविष्टा ब्रह्मदर्शनकाङ्क्षिणः यज्ञोपवीतैस्ते भूमिं माप्य सर्वे चतुर्दिशं कृत्वा तीर्थं विभागं च स्थिता भक्तिपरायणाः आसन्नश्च ततस्तेषां तदा तुष्टः पितामहः कोटिं कृत्वा तदा तेषां मानं दृष्ट्वा मनीषिणाम् अद्य प्रभृति युष्माकं धर्मवृद्धिर्भविष्यति इहागत्य नरो यो वै यदङ्गं प्रथमं जले प्लावविष्यति रूपार्थं रूपिता तीर्थकारिता भविष्यति न संदेहो योजनायतमण्डले अर्धयोजनविस्तारं दीर्घं सार्धं हि योजनम् एतत्प्रमाणं तीर्थस्य ऋषि कोटिप्रवर्तितम् गमनादेव राजेन्द्र पुष्करस्य त्वरिन्दम राजसूयाश्वमेधाभ्यां फलमाप्नोति मानवः सरस्वती महापुण्या प्रविष्टा ज्येष्ठपुष्करे तत्र ब्रह्मादयो देवा ऋषयः सिद्धचारणाः अभिगच्छन्ति राजेन्द्र चैत्रशुक्लचतुर्दशीं तत्राभिषेकं कुर्वीद पितृदेवार्चने रतः गोमेद्धं च तदाप्नोति कुलं चैव समुद्धरेद एवं तीर्थविभागस्तु कृतस्तैस्तु महर्षिभिः पितॄन् देवांश्च सन्दर्प्य विष्णुलोके महीयते तत्र स्नात्वा भवेन्मर्त्यो विमलश्चन्द्रमा यथा ब्रह्मलोकमवाप्नोति गतिं च परमां व्रजेत नृलोके देवदेवस्य तीर्थं त्रैलोक्यविश्रुतं पुष्करं नाम विख्यातं महापादकनाशनं दशकोटिसहस्राणि तीर्थानां वै महीपते सान्निध्यं पुष्करे येषां त्रिसन्ध्यं कुलनन्दन आदित्या वसवो रुद्रा साध्याश्च समरुद्गणाः गन्धर्वाप्सरसश्चैव नित्यं सन्निहिता विभोः यत्र देवास्तपस्तप्त्वा दैत्या ब्रह्मर्षयस्तथा दिव्ययोगा महाराज पुण्येन महदान्विताः मनसाप्यभिकामस्य पुष्कराणि मनस्विनः पूयन्ते सर्वपापानि नाकपृष्ठे समोदते तस्मिंस्तीर्थे महाराज नित्यमेव पितामहः उवास परमप्रीदो देवदानवसम्मतः पुष्करेषु महाराज देवासर्षिपुरोगमाः सिद्धिं च समनुप्राप्ताः पुण्येन महदान्विताः तत्राभिषेकं ह्यः कुर्यात् पितृदेवार्चने रतः अश्वमेधाद्दशगुणं प्रवदन्ति मनीषिणः अप्येकं भोजयेद्विप्रं पुष्करारण्यमाश्रितः अन्येन तेन सम्प्रीता कोटिर्भवति पूजिता तेनासौ कर्मणा भीष्मप्रेत्य चेह च मोदते शाकैर्मूलैफलैर्वापि येन वा वर्तयेत् स्वयं तद्वै दद्याद् ब्राह्मणाय श्रद्धावाननसूयकः तेनैव प्राप्नुयात् प्राज्ञो हयमेधफलं नरः ब्राह्मणः क्षत्रियो वैश्यशूद्रो वा राजसत्तम पैदामहं सरः पुण्यं पुष्करं नाम नामदः वैखानसानां सिद्धानां मुनीनां पुण्यदं हि यत् सरस्वती पुण्यतमा यस्माद्यादा महार्णवम् आदिदेवो महायोगी यत्रास्ते मधुसूदनः ख्यात आदिवराहेदि नाम्ना त्रिदशपूजितः हीनवर्णाश्च ये वर्णास्तीर्थे पैदामहे गताः न वियोनिं व्रजन्त्येद स्नात्वा तीर्थे महात्मनः कार्तिक्यां च विशेषेण योऽभिगच्छेत्तु पुष्करं फलं तत्राक्षयं तस्य भवतीत्यनुशुश्रुम सायं प्रादस्मरेद्यस्तु पुष्कराणि कृताञ्जलि उपस्पृष्टं भवत्तेन सर्वतीर्थे तु कौरव जन्मप्रभृति यत्पापं स्त्रियो वा पुरुषस्य वा पुष्करे स्नानमात्रेण सर्वमेतत्प्रणश्यति यथा सुराणां प्रवरः सर्वेषां तु पितामहः तथैव पुष्करं तीर्थं तीर्थानामादिरुच्यते तद्दृष्ट्वा दशवर्षाणि पुष्करे नियतशुचिः क्रतून् सर्वानवाप्नोति ब्रह्मलोकं स गच्छति यस्तु वर्षशतं पूर्णमग्निहोत्रमुपासते कार्तिकीं वा वसेदेकां पुष्करे सममेव तु पुष्करे दुष्करो होमपुष्करे दुष्करं तपः पुष्करे दुष्करं दानं वासश्चैव सुदुष्करः ब्राह्मणो वेदविद्वांस्तु गत्वा वैज्येष्ठपुष्करम् स्नानात् भवेन्मोक्षभागी श्राद्धेन पितृतारकः नाममात्रोऽपि यो विप्रो गत्वा सन्ध्यामुपासते वर्षाणि द्वादशैवेह तेन सन्ध्या ह्युपासिता भवेत्तु नात्र सन्देहः पुरा प्रोक्तम् स्वयम्भुवा सावित्री कथितो दोषकुले तस्य न जायते या पत्नी ददते भर्तुः सन्ध्योपास्तिं करिष्यतः करकेण तु ताम्रेण तोयं मुक्ता दिवं व्रजेद ब्रह्मलोकमनुप्राप्य तिष्ठति ब्रह्मणो दिनम् एकाकिनागतेनापि सन्ध्या वन्द्या यथा क्रमम् पौष्करेणाधतो येन भृङ्गारे निहितेन तु तेनापि द्वादशाब्दानि सन्ध्योपास्थानसंशयः भवेत् समीपगा पत्नी कुर्वतः पितृतर्पणम् दक्षिणां दिशमास्थाय गायत्र्या राजसत्तम पितॄणां परमातृप्तिक्रियते द्वादशाब्दिकी युगसहस्रं पिण्डेन श्राद्धेनानन्द्यमश्नुते एतदर्थं हि विद्वांस कुर्वन्ते दारसङ्ग्रहम् तीर्थे गत्वा प्रदास्यामः पिण्डान्वै श्राद्धपूर्वकं तेषां पुत्रा धनं धान्यमविच्छिन्ना च सन्ततिः भवेद्वै नात्र सन्देह येददाह पितामहः तर्पयित्वा पितृन् देवानग्निष्टोमफलं लभेद आश्रमानपि ते वच्मि शृणुष्वैगमना नृप अगस्त्येन कुतश्चात्र आश्रमो देवसम्मितः सप्तर्षीणां पुरा चात्र आश्रमो देवसम्मतः ब्रह्मर्षीणां तथा चात्र मनूनां परमस्तथा नागानां च पुरी रम्या यज्ञपर्वतरोधसि अगस्त्यस्य महाराजप्रभावममिदात्मनः कथयामि समासेन शृणुत्वं सुसमाहितः पूर्वं कृतयुगे भीष्म धनवा युद्धदुर्मदाः कालेया इति विख्याता गणाः परमदारुणाः ते तु वृत्रं समाश्रित्य देवान् हन्तुं समुद्यताः ततो देवाः समुद्विग्ना ब्रह्माणमुपतस्थिरे कृताञ्जलींस्तु तान् सर्वान् परमेष्टीत्युवाचः विदितं मे सुराः सर्वं यद्वकार्यं चिकीर्षितं तमुपायं प्रवक्ष्यामि यथा वृत्रं वधिष्यथ दधीचिरिति विख्यातो महान् ऋषिरुदारथीः तं गत्वा सहिताः सर्वे वरं च प्रदीयाचत सवो दास्यति धर्मात्मा सुप्रीतेनां तरात्मना स वाच्यसहितैः सर्वैर्भवद्भिर्जयकाङ्क्षिभिः स्वान्यस्तीनि प्रयच्छस्व त्रैलोक्यहितकाङ्क्षया सशरीरं समुत्सृज्य स्वान्यस्तीनि प्रदास्यति तस्यास्तिभिर्महाघोरं वज्रं संक्रियतां दृढं मखच्चत्रुहनं दिव्यं तदस्त्रमश्निस्मृतं तेन वज्रेण वै वृत्रं वधिष्यति शतक्रतुः ये दद्वः सर्वमाख्यातं तस्मात् सर्वं विधीयताम् एवमुक्तास्ततो देव अनुज्ञाप्य पितामहं शतक्रतुं पुरस्कृत्य दधीचेराश्रमं ययुः सरस्वत्याः परे पारे नानाद्रुमलदावृतं षट्पदोद्गीतनिनदैरुत्कृष्टं सामगैरिव पुंस्को किल रवोन्मिश्रं जीवं जीवकनादितं महिषैश्च वराहैश्च सृमरैश्चमरैरपि तत्र तत्रानुचरितैः शार्दूलभयवर्जितैः करेणुभिर्वारणैश्च प्रभिन्नकरडामुखैः स्वरोद्गारैश्च क्रीडद्भिः समं तादनुनादिदं सिंहव्याक्रैर्महानादं नदद्भिरनुनादिदम् सिंहव्याक्रैर्महानादं नदद्भिरनुनादितं मयूरैश्चापि संलीनैर्गुहाकन्दरवासिभिः तेषु तेषु च कुञ्जेषु नादिदं सुमनोरमं त्रिविष्टपसमप्रख्यं दधीच्याश्रममागमन् तत्रा पश्यन् दधीचिं तं दिवाकरसमप्रभं जाज्वल्यमानं वपुषा यथा लक्ष्म्या चतुर्भुजं तस्य पादौ सुरा राजन्नभिवन्द्य प्रणम्य च अयाचं दवरं सर्वे यथोक्तं परमेष्टिना तदो दधीजिः परमप्रदीदसुरोत्तमां स्थानिदमित्युवाच करोमि यद्वोहिदमद्य देवास्वं वापि देहं त्वहमुत्सृजामि तानेव मुक्त्वा द्विपदां वरिष्ठप्राणांस्तदोऽसौ सहसोत्ससर्ज सुरास्तदस्थीनि सवासवास्ते यथोपयोगं जगृहुस्मतस्य प्रहृष्टरूपाश्च जयाय देवास्त्वष्टारमासाद्य तमर्धमूचुः त्वष्टादु तेषां वचनं निशम्य प्रहृष्टरूपः प्रयतः प्रयत्नाद चकारवज्रं भृशमुग्रवीर्यं कृत्वा च शस्त्रं तमुवाज हृष्टः अनेन शस्त्रप्रवरेण देवभस्मीकुरुष्वाद्य सुरारिमुग्रम् ततोहदारिसगणसुखं त्वं प्रशाधिकृत्स्नं त्रिदिवं दिविष्ठः त्वष्ट्रा तथोक्तस्तु पुरं दरश्च वज्रं प्रहृष्टप्रयदो ह्यगृह्णाद ततः स वज्रेणयुतो दैवतैरभिपूजितः आससाद ततो वृत्रं स्थितमावृत्य रोदसी कालकेयैर्महाकायैः समं तादभिरक्षितं समुद्यतप्रहरणैः सशृङ्गैरिव पर्वतैः ततो युद्धं समभवद्देवानां सह दानवैः मुहूर्तं भरतश्रेष्ठ लोकत्रासकरं महद उद्यतैः प्रति सृष्टानां खड्गानां वीरबाहुभिः आसीत् सुतु मूलशब्दशरीरैरभिपाटितैः शिरोभिप्रपदद्भिश्चाप्यन्तरिक्षान्महीतलं तालैरिव महीपालवृदं तैरेव दृश्यते ते हेमकवचा भूत्वा काले या परिकायुधाः त्रिदशानभ्यवर्दन्ददावदग्धा इव द्रुमाः तेषां वेगवदां वेगं सहितानां प्रधावतां न शेकुः सहिता सोढुं भग्नास्ते प्राद्रवन्भयाद तान् दृष्ट्वा द्रवदो भीदान् सहस्राक्षः पुरन्दरः वृत्रं च वर्धमानं तु कश्मलं महदाविशद तं चक्रं कश्मलाविष्ठं दृष्ट्वा विष्णुसनातनः स्वतेजो व्यदधाश्चक्रे बलमस्य विवर्धयन् विष्णुनाप्यायिदं शक्रं दृष्ट्वा देवगणास्तदा सर्वे तेजः समादध्युस्तथा ब्रह्मर्षयो मलाः स सममाप्यायिदशक्रो विष्णुना दैवतैः सह ऋषिभिश्च महाभागैर्बलवान् सम्पपद्यत ज्ञात्वा बलस्थं त्रिदशाधिपं तं ननादवृत्रः सुमहानिनादं तस्य प्रणादेन धरादिशश्च खं द्यौर्नगाश्चेदि चचाल सर्वं ततो महेन्द्रः परमाभितप्त श्रुत्वा रवं घोरतरं महान्तम् भयेन मग्नस्त्वरितं मुमोच वज्रं महान्तं खलु तस्य शीर्षे स शक्रवज्राभिहदः पपाद महास्वनकाञ्चनमाल्यधारी यथा महाशैलवरः पुरस्तात् समं धरो विष्णुकरात् प्रमुक्तः तस्मिन् हदे दैत्यवरे भयार्थशक्रः प्रदुद्राव सरः प्रवेष्टुं वज्रं च मेने स्वकरात् प्रमुक्तं वृत्रं भयाच्चैव हतं न पश्यति सर्वे च देवा मुदिताः प्रहृष्टाः सहर्षयश्चैनमधोऽस्तु वन्दि शेषांश्च दैत्यांस्त्वरितं समेत्य जघ्नुसुरावृत्रवधाभितप्तान् ते वध्यमानास्त्रिदशैस्तदानीं महासुरा वायुसमानवेगाः समुद्रमेवाविविशुर्भयार्ताः प्रविश्य चैवो दधिमप्रमेयम् छशाकुलं रत्नसमाकुलं च तदास्ममन्त्रं सहिताः प्रचक्रुः तत्र स्म केचिन्मदि निश्चयज्ञास्तां स्थानुपायान् परिचिन्तयन्तः भयार्दिदा देवनिकाय तप्तास्त्रैलोक्यनाशाय मतिं प्रचक्रुः तेषां तु तत्र क्षयकालयोगात् घोरा मतिश्चिन्तयतां बभूव ये सन्ति विद्या तपसोपपन्नास्तेषां विनाश्यः प्रथमं च कार्यः लोकाश्च सर्वे तपसा ध्रियं ते तस्मात्त्वरध्वं तपसः क्षयाय ये सन्ति केचिद्धि वसुन्धरायां तपस्विनो धर्मवितश्च तज्ञाः तेषां वधश्चक्रियतां हि क्षिप्रं तेषु प्रणष्टेषु जगद्विनष्टम् एवं हि सर्वे गतबुद्धिभावा जगद्विनाशे परमप्रहृष्टाः दुर्गं समाश्रित्य महोर्मिमन्त्रम् रत्नाकरं वारुणमालयं स्म समुद्रं ते समासाद्य वारुणं त्वम्भसां निधिं काले या समपद्यन्तत्रैलोक्यस्य विनाशने ते रात्रौ समभिक्रुद्धा बभक्षुस्तांस्तदा मुनीन् आश्रमेषु च ये सन्ति पुण्येष्वायतनेषु च वसिष्ठस्याश्रमे विप्रा भक्षितास्तैर्दुरात्मभिः अशीतिशतमष्टौ च वने चान्ये तपस्विनः च्यवनस्याश्रमं गत्वा पुण्यं द्विजनिषेविदम् फलं भूमूलाशनं हि मुनीनां भक्षितं शतम् एवं रात्रौ स्म कुर्वन्तो विविशोश्चार्णवं दिवा भरद्वाजाश्रमं गत्वा नियदा ब्रह्मचारिणः वादा हाराम्बुभक्षाश्च विंशतिश्च निषूदिताः एवं क्रमेण भक्षार्थं मुनीनां दानवास्तदा निशायां पर्यधावन्त शक्ता भुजबलाश्रयाद कालेन महता ते वै जघ्नुर्मुनिगणान् बहून् न चैतानवबुद्ध्यन्त मनुजा मनुजाधिप निःस्वाध्यायवषट्कारं नष्टयज्ञोत्सवक्रियम् जगदासीन्निरुत्साहं कालेयभयपीडितं एवं प्रक्षीयमाणास्ते मानवा मनुजेश्वर आत्मत्राणपराभिधा प्राद्रवंस्तु दिशो दश केचिद्गुहां प्रविविशुर्विकीर्णाश्चापरे द्विजाः अपरे च भयोद्विघ्ना भयात् प्राणान् समत्यजन् केचित्तत्र महेश्वासाशूराः परमदर्पिताः मार्गमाणाः परं यत्नं दानवानां प्रचक्रिरे न चैतानुजग्मुस्ते समुद्रं समुपाश्रितान् शमं न जग्मुः परममाजग्मुः क्षयमेव च जगत्प्रशमने जादे नष्ट यज्ञोत्सवक्रिये आजग्मुः परमोद्विघ्नास्त्रिदशा मनुजेश्वर समेत्य समहेन्द्रास्तु भयान्मन्त्रं प्रचक्रिरे नारायणं पुरस्कृत्य वैकुण्ठमपराजितं तदो देवाः समेतास्ते ततो चुर्मधुसूदनं त्वं न स्रष्टा च गोप्ता च भर्ता च जगदः प्रभो त्वया सृष्टं जगत्सर्वं यच्चेङ्गं यच्चनेङ्गदि त्वया भूमिः पुरा नष्टा समुद्रात् पुष्करे क्षणा वाराहं रूपमास्थाय जगदर्थे समुद्यता आदिदैत्यो महावीर्यो हिरण्यकशिपुः पुरा नारसिंहं बभुकृत्वा सुदितः पुरुषोत्तम अवध्यः सर्वभूतानां बलिश्चापि महासुरः वामनं वपुरास्ताय त्रैलोक्यात् भ्रंशितस्त्वया असुरः सुमहेश्वासो जम्भ इत्यभिविश्रुतः यज्ञक्षोभकरक्रूरस्त्वमरैर्विनिपादितः एवमादीनि कर्माणि येषां सङ्ख्या न विद्यते अस्माकं भयभीदानां त्वं गतिर्मधुसूदन तस्मात् त्वां देवदेवेश लोकार्थं ज्ञापयामहे रक्षलोकांश्च देवांश्च शक्रं च महदोभयाद भवत्प्रसादाद्वरुदं ते प्रजा सर्वाश्च दुर्विधाः स्वस्ता भवन्ति मनुजा हव्यकव्यैर्दिवौकसः लोकाख्येवं प्रवर्तं ते अन्योन्यं च समाश्रिताः त्वत्प्रभावान् निरुद्विघ्नास्त्वयैव परिरक्षिताः इदं च समनुप्राप्तं लोकानां भयमुत्तमं जानीमो न च केनैते वध्यं ते ब्राह्मणानिशि ब्राह्मणेषु चक्षिणेषु पृथिवीक्षयमेष्यति त्वत्प्रसादान्महाबाहो लोकाः सर्वे जगत्पदे विनाशं नाधि गच्छेयुस्त्वया वै परिरक्षिताः विष्णु उवाच विदिदं मे सुराः सर्वं प्रजायाः क्षयकारणं भवतां चापि वक्ष्यामि शृणुध्वं विकदज्वराः कालकेया इति ख्याता गणाः परमदारुणाः ते वृत्रं निहतं दृष्ट्वा सहस्राक्षेण धीमता जीवितं परिरक्षन्तः प्रविष्टा वरुणालयं ते प्रविश्यो दधिं घोरं नानाग्राहसमाकुलम् उत्सादनार्थं लोकस्य रात्रौ घ्नन्ति मुनिनिह न तु शक्याः क्षयं नेतुं समुद्रां तर्हिताहिते समुद्रस्य क्षये बुद्धिर्भवद्भिः परिचिन्त्यताम् यदश्रुत्वा वचो देव विष्णुना समुदाहृतं परमेष्टिनमासाद्य अगस्त्यस्याश्रमं ययुः तत्रापश्यन्महात्मानं वारुणं दीप्ततेजसम् उपास्य मानमृषिभिर्देवैरिव पितामहम् तेभ्यगम्यमहात्मानं मैत्रा वरुणिमुत्तमम् अप्रमत्तं तपोराशिं कर्मभिस्वैरनुष्ठितैः देवावूचुः नहुषेणाभितप्तानां लोकानां त्वं गतिः पुरा भ्रंशितश्च सुरैश्वर्याल्लोकार्थं लोककण्टकः क्रोधात् प्रवृद्धः स महान् भास्करस्य नगोत्तमः वचस्तवानधिक्रामन्विन्ध्यशैलो न वर्धते तमःसाच्छादिते लोके मृत्युनाभ्यर्दिता प्रजाः त्वामेव नाथमागम्य निर्वृतिं परमां गदाः अस्माकं भयभीदानां नित्यमेव भवान् गतिः तदस्त्वद्य प्रयाचामस्त्वां वरं वरदोह्यसि भीष्म उवाच किमर्थं सहसा विन्ध्यप्रवृद्धक्रोधमूर्च्छितः यददिच्छाम्यहं श्रोतुं विस्तरेण महामुने पुलस्त्य उवाच अद्रिराजं महाशैलं मेरुं कनकपर्वतम् उदयेस्तमये भानुः प्रदक्षिणमवर्तत तं दृष्ट्वा तु तदा विन्ध्यशैलसूर्यमथा ब्रवीद यथा हि मेरुर्भवता नित्यशः परिगम्यते प्रदक्षिणं च क्रियते मामेवं कुरु भास्कर एवमुक्तस्ततः सूर्यशैलेन्द्रं प्रत्यभाषत नाहमात्मेच्छया शैलं करोम्येनं प्रदक्षिणं येष मार्गप्रदिष्ठो मे येनेदं निर्मिदं जगद एवमुक्तस्तदा क्रोधात् प्रवृद्धः सहसाचलः सूर्याचन्द्रमसोर्मार्गं रोधुमिच्छन् परं तप ततो हि देवासहितास्तु सर्वे सेन्द्राः समागम्य महाद्रिराजं निवारयामासुरथोत्पदं तं न वै स तेषां वचनं चकार ततो हि जग्मुर्मुनिमाश्रमस्थं तपस्विनां धर्मवदां वरिष्ठम् अगस्त्यमत्यद्भुतदीप्तवीर्यं तं चार्यमूचुस्सहिता सुरास्ते देवा ऊचुः सूर्याचन्द्रमसोर्मार्गं नक्षत्राणां गतिं तथा शैलराडा वृणोत्येष विन्ध्यक्रोधवशानुगः तं निवारयितुं शक्रो नान्यः कश्चिन्मुनीश्वर तच्छ्रुत्वा वचनं विप्रसुराणां शैलमभ्यगाद सोऽभिगम्याब्रवीद्विन्ध्यं सादरं समुपस्थितं मार्गमिच्छाम्यहं दत्तं भवदा पर्वतोत्तम दक्षिणामभिगम्तास्मि दिशं कार्येण केनचिद् यावदागमनं मे स्यात् तावत् त्वं प्रतिपालय निवृत्ते मयि शैलेन्द्र ततो वर्धस्वकामदः पुलस्त्य उवाच अद्यापि दक्षिणादेशाद्वारुनिर्न निवर्तते ये दत्ते सर्वमाख्यातं यथा विन्ध्यो न वर्धते अगस्त्यस्य प्रभावेण यन्मां त्वं परिपृच्छसि कालेयास्तु यथा राजन् सुरै सर्वैर्निषोदिताः अगस्त्यद्वारमासाद्य तन्मे निगदशृणु त्रिदशानां वच श्रुत्वा मैत्रा वरुणिरब्रवीद किमर्थं समुपायाधा वरं मत्त किमिच्छध एवमुक्तास्तदा तेन देवास्तं मुनिमब्रुवन् इच्छामयेकं वरमद्भुतं वयं पिबार्णवं देवमुने महात्मन् एवं त्वयेच्छेमकृते महर्षे महार्णवं पीयमानं समग्रं ततो विहन्याम च सानुबन्धं कालेयसंज्ञं सुरविद्विषां बलं त्रिदशानां वच श्रुत्वा तथेदि मुनिरब्रवीद करिष्ये भवदां कामं लोकानां सुखकारकम् एवमुक्त्वा ततो गच्छत् समुद्रं निधिमम्भसां तपःसिद्धैश्च मुनिभिः सार्धं देवैश्च सुव्रत मनुष्योरगगन्धर्वा यक्षा किं पुरुषास्तथा अनुजग्मुर्महात्मानं द्रष्टु कामास्तदद्भुतम् तदोऽभ्यपश्यत्सहितसमुद्रं भीमनिःस्वनः नृत्यं तमिव चोर्मीभिर्वल्गन्धमिव वायुना हसं तमिव हेनौकैस्कलं तं कन्दरेषु च नानाग्राहसमाकीर्णं नानाद्विजगणैर्युतम् अगस्त्यसहिता देवास्सङ्गधर्वमहोरगाः ऋषयश्च महाभागाः समासे दुर्महोदधिं समुद्रं स समासाद्य वारुणिर्भगवान् ऋषिः उवाच सहितान् देवान् ऋषींस्तांस्तु समागतान् पादुकामः समुद्रं च अगस्त्यऋषिसत्तमः येष लोकहितार्थाय पिबामि वरुणालयं भवदां यदनुष्ठेयं तच्छीघ्रं संविधीयतां येदावदुक्त्वा वचनं मैत्रा वरुणिरग्रदः समुद्रमपि पत्क्रुद्धः सर्वलोकस्य पश्यतः पीयमानं समुद्रं तु दृष्ट्वा देवाः सवासवाः विस्मयं परमं जग्मुस्तुतिभिश्चाप्यपूजयन् त्वं न स्त्राता विधाता च लोकानां लोकभावनः त्वत्प्रसादात् समुत्सेधमुपगच्छेत् समं जगद सम्पूज्यमानस्त्रिदशैर्महात्मा गन्धर्वमुख्येषु नदत्सु चैव दिव्यैश्च पुष्पैरवगीर्यमाणो महार्णवं निःसलिलं चकार दृष्ट्वा कृतं निःसलिलं महार्णवं सुराः समस्ताः परमप्रहृष्टाः प्रगृह्य दिव्यानि वरायुधानि तान् दानवान् जघ्नुरदीनसत्त्वाः ते वध्यमानास्त्रिदशैर्महात्मभिर्महाबलैर्वेगयुधैर्न दद्भिः न सेहिरे वेगवतां महात्मनां वेगं तदा धारयितुं दिवौकसां ते वध्यमानास्त्रिदशैर्दानवा भीमनिस्वनैः चक्रुस्सुतुमुलं युद्धं मुहूर्तमिव भारत ते पूर्वं तपसा दग्धा मुनिभिर्भावितात्मभिः यतमानाः परं चक्र्या त्रिदशैर्विनिषूदिताः ते हेमनिष्काभरणा कुण्डलाङ्गदधारिणः निहदा बह्वशोभं द पुष्पिदा इव किं शुकाः हतशिष्टास्तथ केचित् काले यदनुजोत्तमाः विदार्य वसुधां देवीं पातालतलमाश्रिताः निहतान् दानवान् दृष्ट्वा त्रिदशा मुनिपुङ्गवं तुष्टुवुर्विविधैर्वाक्यैरिदं चैवाब्रुवन्वचः त्वत्प्रसादान्महाभाग लोकैः प्राप्तं महत्सुखं त्वत्तेजसा च निहदा कालेया भीमविक्रमाः पूरयस्व महाविप्रसमुद्रं लोकभावनं यत्त्वया सलिलं पीदं तदस्मिन् पुनरुत्सृज एवमुक्तः प्रत्युवाच भगवान् मुनिपुङ्गवः जीर्णं तद्धि मया तोयमुपायोन्यः प्रचिन्त्यतां पूरणार्थं समुद्रस्य भवद्भिर्यत्नमास्थितैः एवं श्रुत्वा दुवचनं महर्षेर् भावितात्मनः विस्मिताश्च विषण्णाश्च बभूवुत्सहिताः सुराः परस्परमनुज्ञाप्य प्रणम्य मुनिपुङ्गवम् प्रजा सर्वा महाराज विप्राजग्मुर्यथा गदम् त्रिदशा विष्णुना सार्धमनु जग्मुः पितामहम् पूरणार्थं समुद्रस्य मं त्रयं तः परस्परम् ऊजुः प्राञ्जलयः सर्वे सागरस्य हि पूरणम् तानुवाच समेतांस्तु ब्रह्मा लोकपितामहः गच्छध्वं विबुधाः सर्वे यथा कामं यथेप्सितम् महदा कालयोगेन प्रकृतिं यास्यतेर्नवः ज्ञातींस्तु कारणं कृत्वा महाराजो भगीरथः गङ्गौकेन समुद्रं च पुनः सम्पूरयिष्यति एवं ते ब्रह्मणा देवाः प्रेषिता ऋषिसत्तमाः उवाच भगवां स्तुष्टस्त्वगस्त्यमृषिसत्तमं देवकार्यं तु भवता दानवानां विनाशनम् यतः सन्तारिदा देवास्तेन तुष्टोऽस्मि वै मुने अभिप्रेदो वरो यस्ते याजयस्व ददामि तम् एवमुक्तस्तदागस्त्य प्रणिपादपुरःसरम् इहस्तेन मया देवदेवकार्यमिदं कृतम् सर्वाश्रमाणां प्रवरो भवत्वेष ममाश्रमः त्वया चोक्तस्तु भगवन् भविता नात्र संशयः ब्रह्मोवाच यात्रां तु पुष्करे कृत्वा इहागत्य नरास्तु यः इह कुण्डेषु ये स्नानम् तर्पणं पितृदेवयोः अर्चनं चैव देवेषु सर्वमक्षयकारकम् अर्घ्यं चोच्चावचं गृह्य शष्कुलापूपकांस्ततः दास्यं दिद्विजमुख्येभ्यस्तेषां वासस्त्रिविष्टपे श्राद्धेन पितरस्त्रि यावदाभूद सम्प्लवं कन्दमूलफलैर्वापि तर्पयिष्यति यो मुनिं सप्तर्षिस्थानमासाद्य मोददे शाश्वती समाः यज्ञपर्वतमारूढो दृष्ट्वा गङ्गाविनिर्गमम् उदङ्मुखी देवनदी निर्गदा पुष्करं प्रति अत्राभिषेकं ह्यः कुर्यात् पितृदेवार्चने रथः अश्वमेधफलं तस्य भवत्येव न संशयः यत्त्वेकं भोजयेद्विप्रं कोटिर्भवति भोजिता अक्षयं त्वन्नपानं च अत्र दत्तं मुनीश्वर योऽयमिच्छति कामं तु सर्वं तस्य भविष्यति न वियोनिं व्रजत्यत्र स्नादमात्रो नरो भुवि स्थानानां परमं स्थानं तीर्थानां तीर्थमुत्तमं मया दत्तं मुनिश्रेष्ठ भविष्यति न संशयः जन्मप्रभृति यत्पापं स्त्रिया वा पुरुषस्य वा अत्रैव स्नादमात्रस्य सर्वमेतत्प्रणश्यति एवमुक्त्वा तु भगवान् ब्रह्मालोकपितामहः जगामामन्त्र्य स मुनिमगस्थ्यं मुनिसत्तमम् अगस्त्योऽपि स्थितस्तत्र आश्रमे स्वे परन्तप अगस्त्यस्याश्रमोत्पत्तिरेषादे परिकीर्तिता सप्तर्षीणामाश्रमांश्च कीर्तयिष्ये कुरुद्वः अत्रिश्चैव वसिष्ठोऽथ पुलस्त्यपुलः क्रतुः अङ्गिरा गौतमश्चैव सुमतिः सुमुखस्तथा विश्वामित्रस्थूलशिरा संवर्तश्च प्रदर्दनः रैभ्यो बृहस्पतिश्चैव च्यवनः कश्यपो भृगुः दुर्वासा जमदग्निश्च मार्कण्डेयोऽथ गालवः उशनाथ भरद्वाजो यवक्रीतस्तथा मुनिः स्थूलाक्षः सकलाक्षश्च कण्वो मेधातिधिकृतः नारदपर्वतश्चैव स्वगं धीच्यवनो द्विजः तृणाम्बुशबलो धौम्यशतानन्दो कृतव्रणः जमदग्निस्तथा रामो ह्यष्टकश्चैव मादयः कृष्णद्वैपायनश्चैव पुत्रशिष्यै समन्वितः एते तु पुष्करं प्राप्य सप्तर्षीणामथाश्रमे वेष्टिदा नियमैश्चापि दयायुक्तास्तपस्विनः आनृशंस्यं जयो धैर्यं तपःसत्यं क्षमार्जवं दयादानं जपश्चैव सर्वेषां तत्प्रतिष्ठितम् इह यत्क्रियते कर्म तत्परत्रोपभुज्यते ज्ञात्वा तदित्थं मुनयः परमार्थपरायणाः न तत्र नास्तिकायान्ति नस्तेना नाजितेन्द्रियाः न नृशंसा न पिशुना न कृदघ्नान मानिनः सत्यतेजस्विनशूरा दयावन्तः क्षमापराः यज्वानो यज्ञशीलाश्च निरीहा निरुपद्रवाः निर्ममा निरहङ्कारास्तत्र गच्छन्ति पुष्करे न रोगो न जरा मृत्युर्भवितात्र महात्मनाम् न तत्र मूढा विशन्ति पुरुषा विषयात्मकाः कामलोभमदद्रोहक्रोधमोहैरुपद्रुताः तुल्यमानापमानाश्च निर्द्वन्द्वाः संयतेन्द्रियाः ध्यानयोगपराश्चैव ते तु गच्छन्ति पुष्करम् आश्रमेषु यथोक्तेषु यथोक्तं वै द्विजादयः ये वर्तन्ते यमं त्रातुं तेषां लोका महोदयाः येन हिंसन्ति भूतानि कर्मणा मनसा गिरा अनृशंसतरा सन्तः सर्वदा च प्रियं वदाः अग्निहोत्ररता नित्यं नित्यं चातिथिपूजकाः नित्यं स्वाध्यायवं तश्च नित्यं स्नानपरायणाः मातृवत्स्वसृवच्चैव तथा दुहितृवच्चः परदारान् प्रपश्यन्ति सततं विगतस्पृहाः ये धिक्षिप्ता न कुप्यन्ति न हिंसन्ति च हिंसिताः समदुःखसुखाः सन्तो महात्मानो जितेन्द्रियाः चेहि सर्वे प्रपश्यन्ति पुरा चेरुर्महीमिमां समाधिना चिन्तयन्तो ब्रह्मलोकं सनातनम् अधा भवदनावृष्टिः कदाचिन्महदी तदा कृच्छ्रपायो ह्यभूत्तत्र सर्वलोकः क्षुधार्दितः ततो निरन्ये लोकेऽस्मिंश्चात्मानं ते परीप्सवः मृदं कुमारमादाय कृच्छ्रप्रायास्तदापचन् अथ पर्यचरत्तत्र क्लिश्यमानान् हि तान् ऋषीन् दृष्ट्वा राजा विषादार्थः प्रोवाचेतं वचस्तदा राजोवाच प्रतिग्रहो ब्राह्मणानां दृष्टा वृत्तिरनिन्दिता तस्मात् प्रतिग्रहान्मत्तो गृह्णीध्वं मुनिसत्तमाः वरान् ग्रामान् व्रीहि यवान्रसान् रत्नानि काञ्चनं गाश्च धेनुश्च तत्सर्वं मांसं पचतद्विजाः ऋषय ऊचुः राजन् प्रतिग्रहो घोरो मध्वा स्वादो विशोपमः तज्जानतां नः कस्मात् त्वं कुरुषे सम्प्रलोभनं दशसूना समश्चक्री दशचक्रिसमोध्वजी दशध्वजिसमावेश्या दशवेश्या समो नृपः दशसूनासहस्राणि यो वाक यदि शौण्डिकः तेन तुल्यस्तदो राजा होरस्तस्य प्रतिग्रहः यो राज्ञप्रतिगृह्णादिब्राह्मणो लोभमोहितः कामिश्रादिषु घोरेषु नरकेषु स पच्यते तद्गच्छ कुशलं तेस्तु सह दानेन पार्थिव अन्येषां दीयदा मे ददित्युक्त्वा ते वनं व्ययुः अथ राज्ञः समादेशात्तत्र गत्वाथ मन्त्रिणः उदुम्बराणि व्यगिरन् हेम गर्भाणि भूतले ततो ह्यन्नं विचिन्वं तो गृह्णांश्चोदुम्बराण्यपि गुरूणिः विदित्वादु न ग्राह्याण्यत्रिरब्रवीद अत्रिरुवाच नास्महे मूढविज्ञाना नास्महे मन्दबुद्धयः हैमानीमानि जानीमः प्रतिबुद्धास्मज्ञानिनः इहै वेदं वसुप्रीत्यै प्रेत्य वैकुण्ठितोदयं तस्मान्न ग्राह्य मे वैदत्सुखमानं त्यमिच्छदा शतेन गुणितं निष्कं सहस्रेण समन्वितं यश्चान्यथ प्रदीचेत् स पापिष्ठां लभते गतिम् यत्पृथिव्यां व्रीहियवं हिरण्यं पशवस्त्रियः नूनं नैकस्य पर्याप्तमिति मत्वा शमं व्रजेद वसिष्ठ उवाच तपसां सञ्चयो यस्य द्रव्याणां यस्य सञ्चयः तपःसञ्चय एवेह विशिष्टो धनसञ्चयाद त्यजस सञ्चयान् सर्वान्यान्दिनाशमुपद्रवाः न हि सञ्चयवान् कश्चिद्दृश्यते निरुपद्रवः यथा यथा न गृह्णादिब्राह्मणो सत्प्रतिग्रहं तथा तस्य हि सन्तोषाद्ब्राह्मं तेजो विवर्धते अकिञ्चनत्वं राज्यं च तुलया समतोलयत अकिञ्चनत्वमधिकं राज्यादपि हितात्मनः कश्यप उवाच अनर्थो ब्राह्मणस्यैष यस्त्वर्थनिचयो महान् अर्धैश्वर्यविमूढो हि श्रेयसो भृश्यते द्विजः अर्धसम्पद्विमोहाय विमोहो नरकाय च तस्मादर्थमनर्थाख्यं श्रेयोऽर्थी दूरतस्त्यजेद यस्य धर्मार्थमर्थेह तस्यानीहा गरीयसि प्रक्षालनाद्धिपङ्गस्य दूरादस्पर्शनं वरम् योर्धेन साध्यते धर्मः क्षयिष्णुः स प्रकीर्तितः यः परार्थे परित्यागः सोक्षयो मुक्तिलक्षणः भरद्वाज उवाच जीर्यन्ति जीर्यत केशा दन्ता जीर्यन्ति जीर्यतः धनाशा जीविताशा च जीर्यतोऽपि न जीर्यति चक्षुश्रोत्रे जीर्येते तृष्णैका निरुपद्रवा सूच्या सूत्रं यथा वस्त्रे समानयदि सूचकः तद्वत्संसारसूत्रं हि तृष्णा सूच्योपनीयते यथा शृङ्गं रुधोकाये वर्धमाने च वर्धते अनन्तपारा दुष्पूरा तृष्णा दुःखशदावः अधर्मबहुला चैव तस्मात्तां परिवर्जयेद गौतम उवाच सन्तुष्टः को न शक्नोति फलैश्चाप्यधिवर्तितुम् लुब्ध इन्द्रियलौल्येन सङ्कटान्यवगाहते सर्वत्र सम्पदस्तस्य सन्तुष्टं यस्य मानसम् उपानद्गूढपादस्य तस्य चर्मावृतेव भूः सन्तोषामृततृप्तानां यत्सुखम् शान्तचेतसा कुदस्तद्धनलुब्धानामिधश्चेतश्च धावतम् असन्तोषः परं दुःखं सन्तोषः परमं सुखं सुखार्थी पुरुषस्तस्मात् सन्तुष्टः सन्ततं भवेद विश्वामित्र उवाच कामं कामयमानस्य यदि कामः समृद्ध्यति अधैनमपरः कामो भूयो विद्यति बाणवद न जादुकामः कामानामुपभोगेन शाम्यति हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते कामानभिलषन्मोहान्न नरसुखमेधते श्येनालयतरुच्छायां व्रजन्निव कपिं जलः चतुःसागरपर्यन्तां यो भुङ्े पृथिवीमिमां तुल्यास्म काञ्चनो यश्च सकृतार्थो न पार्थिवः जमदग्निरुवाच प्रतिग्रहसमर्थोऽपि नादत्ते यः प्रतिग्रहं ये लोकादानशीलानां स तानाप्नोति शाश्वतान् योर्धानिच्छेन्नृपाद्विप्रशोचितव्यो महर्षिभिः न स पश्यति मूढात्मा नरके यादनाभयं प्रतिग्रहसमर्थोऽपि न प्रसज्येत् प्रतिग्रहे प्रतिग्रहेण विप्राणां ब्राह्मं तेजः प्रशाम्यति प्रतिग्रहसमर्थानां निवृत्तानां प्रतिग्रहाद य एव दतां लोकास्त एवा प्रतिगृह्णताम् अरुन्धत्युवाच विशतं दुर्यथा नित्यमम्भस्थः सततं विषेद तृष्णाच्चैव मनाद्यं ता तथा देहगदा सदा या दुस्त्यजा दुर्मतिभिर्या न जीर्यदि जीर्यतः योऽसौ प्राणान्तिको रोगास्तां तृष्णां त्यजतः सुखं चण्डाल उवाच उग्रादित्तो भयाद्यस्मात् बिभ्यदीमे महेश्वराः बलीयसो दुर्बलवत्तस्माच्चैव बिभेम्यहम् परसुख उवाच यदा चरन्ति विद्वांसः सदा धर्मपरायणाः तदेव विदुषा कार्यमात्मनो हितमिच्छदा इत्युक्त्वा हेमगर्भाणि त्यक्त्वा तानि फलानि वै ऋषयो जग्मुरन्यत्र सर्व एव दृढव्रताः ततस्ते विचरन्दो वै मध्यमं पुष्करं गताः ददृशुस्सहसा प्राप्तं परिव्राजं शुनः सखं तेनेह सहितास्तत्र गत्वा किञ्चिद्वनान्तरं सरपरमपश्यन्तवृतं पद्मैर्जलाशयम् निविष्टा सरसस्तीरे चिन्तयन्तो गतिं शुभां शुनः सखो मुनीन् सर्वानुवाच क्षुधितांस्तदा सर्वे वदन्तु सहिता कीदृशी क्षुत्प्रवेदना तमोचुः सहितास्ते तु परिव्राजम् शुनः सखं ऋषय ऊचुः शक्तिखड्गगदाभिश्च चक्रतोमरसायकैः बाधिते वेदनाया दुःक्षुधया सापि निर्जिता श्वासकुष्ठक्षयाष्ठीली ज्वरापस्मारशूलकैः व्याधिभिर्जनिता सा भिक्षुधाया नात्थिका भवेद् हिरण्याङ्गदकेयूरमकुडोज्ज्वलकुण्डलाः क्षुधायां न विराजन्ते तत्र ये संस्थिता नराः यथा भूमिगदं तोयं रविरश्मिर्विकर्षति तद्वच्छरीरजानाड्य शोष्यन्ते जठराग्निना न शृणोति न चाक्रादि चक्षुषा नैव पश्यति दह्यते क्षीयते मूढशुष्यते क्षुधयार्दिदः न पूर्वां दक्षिणां चापि पश्चिमां नोत्तरामपि न चाधो नैव चोर्ध्वं चक्षुधाविष्टो हि विन्दति मूकत्वं बधिरत्वं च जडत्वमथ पङ्गुता भैरवत्वममर्यादं क्षुधायां संप्रवर्धते जनकं जननीं पुत्रान् भार्यां दुहितरं तथा भ्रातरं स्वजनं वापि त्यजदिक्षुधयार्दितः न पितृन् पूजयेत् सम्यग् देवं चापि गुरुं तथा ऋषीनुपगतांश्चापि क्षुधाविष्ठो न विन्दति एवमन्नविहीनस्य भवं त्येतानि देहिनाम् तदेवं सम्प्रयच्छेद अन्नं श्रद्धासमन्वितः ब्रह्मभूतस्ततः सोधब्रह्मणा सहमोददे सुसंस्कृतं च योऽप्यन्नं दद्यादहरहर्द्विजे यः पठेदन्नदानं दुःश्राद्धे चैव विशेषतः एकाग्रमानसो भूत्वा अमावास्येन्दु संक्षये भूतोपखातसम्पूर्णे श्राद्धे श्रावयदे सदा पितरस्तस्य तुष्यन्ति यावज्जीवं न संशयः देवद्विजसमीपस्थोन्नस्य दादा विमुच्यते प्रबुद्धो वा प्रमत्तो वा प्रसङ्गादागतोऽपि वा भक्र्या विरहितो वापि शृण्वन् पापाद्विमुच्यते दानेन संयुधा विप्रा सुखिनो धर्मभागिनः यमो दमो वै नियमः प्रोक्तस्तत्त्वार्थदर्शिभिः ब्राह्मणानां विशेषेण दमो धर्मः सनातनः दमस्तेजो वर्धयदि पवित्रो दम उत्तमः विपाप्मा चैव तेजस्वी पुरुषो दमदो भवद ये के जिन्नियमालोके ये जधर्मा शुभान्वयाः सर्वयज्ञफलं चापि दमस्तेभ्यो विशिष्यते तपोयज्ञस्तद्धा दानं दमादेव प्रवर्तते किमरण्ये त्वदां तस्य दां तस्यापि किमाश्रमे यत्र यत्र वस्येद्धां तस्तदरण्यं महाश्रमः शीलवृत्तसमेतस्य निगृहीतेन्द्रियस्य च आर्जवे वर्तमानस्य आश्रमै किं प्रयोजनं वनेऽपि दोषा प्रभवन्ति रागिणां गृहेऽपि पञ्चेन्द्रियनिग्रहस्तपः अकुत्सिते कर्मणीय प्रवर्तते निवृत्तरागस्य गृहं तपोवनम् सुकर्मधर्मार्जितजीवितानां सदा च सन्तुष्य गृहे रतानां जितेन्द्रियाणामधिधिप्रियाणां गृहेऽपि धर्मो नियमस्थितानां न शब्दशास्त्रे निरतस्य मोक्षो न वर्णसङ्गे निरतस्य चैव न भोजनाच्छादन तत्परस्य न लोकवृत्तग्रहणे रतस्य एकान्तशीलस्य दृढव्रतस्य सर्वेन्द्रियप्रीतिनिवर्तकस्य अध्यात्मयोगे गतमानसस्य मोक्षो ध्रुवं नित्यमहिंसकस्य सुखं च दान्तस्वपिति सुखेन प्रतिबुध्यते समः सर्वेषु भूतेषु मनो यस्य प्रबुध्यते न रथेन सुखं याति न हयेन न दन्तिना यथात्मना विनीतेन सुखं याति महापथे न तु कुर्याद्धरिस्पृष्टः सर्पो वाप्यधिरोषितः हरिर्वा नित्यसंक्रुद्धो यथात्मा दमवर्जितः न यमं यममित्याहुरात्मा वै यम उच्यते आत्मा वै यमितो येन स यमस्तु विशिष्यते यमो यम इति प्रोक्तो वृथा तु द्विजते जनः आत्मा वै यमितो येन यमस्तस्य करोति किम् क्रव्यादेभ्यश्च भूतेभ्यो दान्तेभ्यश्च सदा भयम् तेषां विप्रतिषेधार्थं दण्डसृष्टः स्वयं भुवा दण्डो रक्षति भूतानि दण्डः पालयदे प्रजाः निवारयदि पापिष्ठान् दण्डो दुर्जय एव वा श्यामो युवा लोहिताक्षः सर्वभूतभयावहः दण्डशास्तामनुष्याणां यस्मिन् धर्मप्रतिष्ठिताः अधाश्रमेषु सर्वेषु दम एवोत्तमं व्रतं तानि लिङ्गानि वक्ष्यामि यैर्दान्त इति कीर्त्यते अकार्पण्यमपारुष्यं सन्तोषसुविधानता अनसूया गुरोः पूजा दया भूतेष्वपैशुनं षड्भिरेष दमःप्रोक्त ऋषिभिः शान्तबुद्धिभिः दयाधीनौ धर्ममोक्षौ तथा स्वर्गश्च पार्थिव अपमानेन कुप्येत सम्मानेन प्रहृष्यति समदुःखसुखो धीरः स शान्त इति कीर्त्यते शेते सुखं हि शान्तस्तु सुखं हि प्रतिबुध्यते श्रेयस्तरमतस्तिष्ठेदवमन्दा विनश्यति अपमानितस्तु न ध्यायेत्तस्य पापं कदाचन स्वधर्ममपि चावेक्ष्य परधर्मं न दूषयेत् आत्मानमपि जानीयात् परं दोषैस्तु नाक्षिपेद मन्त्रैर्हीनं क्रियाभिर्वा जन्मनाप्यथवा पुनः दमश्चादयदे सर्वं हीनमङ्गं पठो यथा अधीयदे निरर्थन्दे नाभिजानन्ति ये दमं श्रुतस्य हि दमो मूलं दमो धर्मः सनातनः यो ह्यात्मनस्तुलयते सुवर्णं तुलया दमम् सतेन धृतिमान् ख्यादो न दुद्रव्येण मोहितः वृतानामपि सर्वेषां दम एव परायणम् यद्यधीदे षडङ्गानि वेदतत्त्वार्थविद्विजः दमेन दुविहीनश्च पूज्यत्वं नेह गच्छति दमेन हीनं न पुनन्ति वेदा यद्यप्यधीताः सह षड्भिरङ्गैः साङ्ख्यं च योगश्च कुलं च जन्म तीर्थाभिषेकश्च निरर्थकानि अमृतस्येव तृप्येद अपमानस्य योगविद विषवच्च जुगुप्सेत सम्मानस्य सदा द्विजः अपमानात्तपो वृद्धिः सम्मानाच्च तपः क्षयः अर्चितः पूजितो विप्रो दुग्धा गौरिव गच्छति पुनराप्यायते धेनुः सधृह्णैः सलिलैर्यथा एवं जपैश्च होमैश्च पुनराप्यायदे द्विजः आक्रोशकसमो लोके सुहृदन्यो न विद्यते यस्तु दुष्कृतमादाय सुकृतं स्वं प्रयच्छति आक्रोश मानान्नाक्रोशेन्मन्युं स्वं विनिवर्तयेद् सन्नियम्य तदात्मानमामृतेनाभिषिञ्चति कपालं वृक्षमूलानि कुचेलमसहायता अनपेक्षा ब्रह्मचर्यं नयन्ति परमां गतिं कामक्रोधो विनिर्जित्य किमरण्ये करिष्यति अभ्यासेन तु वै शास्त्रं कुलं शीलेन धार्यते गुणैर्मन्त्रा विधार्यन्ते क्रोधसत्त्वेन धार्यते यस्तु क्रोधं समुत्पन्नं संधारयति चात्मनः अक्रोधेन जयेद्वीरकस्तेन सदृशो भुवि यस्तु क्रोधं समुत्पन्नं सं तं संयम्य तिष्ठति तं सत्सारतमं मन्ये नास्मिन् सीदति यः पुमान् येष पैतामहो गुह्यो ब्रह्म राशिः सनातनः धर्मस्य नियमो यो हि मया ते कथितो भृशम् अन्ये च यज्वनां लोका अन्ये चापि तपस्विनाम् अन्येदमवतां लोकास्ते वै परमपूजिताः एकः क्षमावदां दोषो द्वितीयो नोपपद्यते यदिदं क्षमया युक्तमशक्तं मन्यते जनः न चैष दोषो मन्तव्यः क्षमा प्रज्ञावदां बलं प्रशमं योऽभिजानादि इष्टापूर्तं महीयते यत् क्रोधयुक्तो जपति जुहोति च यदर्चति सर्वं शरदि तत्तस्य भिन्नकुम्भादिवोदकं दमाध्यायमिमं पुण्यं प्रादरुद्धाय यः पठेद स धर्मनावमारुह्य दुर्गाण्यदि तरिष्यति दमाध्यायमिमं पुण्यं सततं श्रावयेद्विजः स ब्रह्म लोकमाप्नोति तस्मान्नच्यवदे पुनः श्रूयतां धर्मसर्वस्वं श्रुत्वा चैदत्प्रधार्यताम् आत्मनः प्रतिकूलानि परेषां न समाचरेत् मातृवत्परदारांश्च परद्रव्याणि लोष्ठवद आत्मवत् सर्वभूतानि यः पश्यति स पश्यति पचनं वैश्वदेवार्थे परार्थे यच्च जीवितं एतद्भवेच्च सर्वस्वं धातूनामिव काञ्चनम् सर्वभूतहितं राजन्नधीत्यामृतमश्नुते एवं वै धर्मसर्वस्वमुक्त्वा ते तु शुनःसखं तेनैव सहिताः सर्वे निविष्टाः सरसस्तडे सरोपश्यन् सुविस्तीर्णं पद्मोत्पलजलावृतम् तत्रावतारं कृत्वा ते विसानिज कलापशः तीरे निक्षिप्य सरसश्चक्रुः पुण्यां जलक्रियाम् अधोत्तीर्य जलात् तस्मात् ते समेत्य परस्परं बिस्सान्येतान्यपश्यन्त इदं वचनमब्रुवन् ऋषय ऊचुः केन क्षुधाभितप्ता नामस्माकं पापकर्मणां नृशंसेनापनीतानि बिसान्याहारकाङ्क्षिणा ते शङ्कमानास्त्वन्योन्यं पर्य पृच्छन्द्विजोत्तमाः चक्रुश्च निश्चयं सर्वे शपथं प्रतिपार्थिव कश्यप उवाच सर्वत्र सर्वं हरदुन्यासलोपं करोतु च कूढसाक्षित्वमभ्येदु विशस्तैन्यं करोति यः दम्भेन धर्मं चरदु राजानं चोपसेवतां मधुमांसं समनुष्णादु विशस्तैन्यं करोति यः अनृतं भाषदु सदा विषयांश्चोपसेवतु ददातु कन्यां शुल्केन विश्वस्तैन्यं करोति यः वसिष्ठ उवाच अनृतौ मैथुनं यादु दिवास्वप्नं निषेवदु अन्योन्यातिथितामेदु विश्वस्तैन्यं करोति यः एककूपे वसेद्ग्रामे ब्राह्मणो वृषलीपतिः तस्य सालोक्यदां यादु विशस्तैन्यं करोति यः भरद्वाज उवाच नृशंसस्सोऽस्तु सर्वेषु समृद्ध्या चाप्यहं कृतः मत्सरी पिशुनश्चैव विशस्तैन्यं करोति यः प्रत्याक्रोशत्ववाकृष्टस्ताडयत्वन्यताडितः विक्रीणादु रसांश्चैव विशस्तैन्यं करोति यः गौतम उवाच अतिथिं त्वागतं प्राप्य पाकभेदं करोतु सः शूद्रान्नं च सदा स्नादु विश्वस्तैन्यं करोति यः दत्त्वा दानं कीर्तयतु परभार्यासु तुष्यतु एकाकीमिष्टमश्नीयात् विश्वस्तैन्यं करोति यः विश्वामित्र उवाच नित्यकामपरं सोऽस्तु दिवसे चैव मैथुनी नित्यं तु पादकी चैव विश्वस्तैन्यं करोति यः परापवादं वदतु परदारांश्च सेवतु परनिन्दारतश्चास्तु विश्वस्तैन्यं करोति यः मातरं पितरं चैव सोऽवमन्यदु दुर्मतिः समातर्यन्यबुद्धिः स्याद्विशस्तैन्यं करोति यः परपाकं सदा स्नादु परनारीं च सेवतु वेदविक्रयकृच्चास्तु विशस्तैन्यं करोति यः जमदग्निरुवाच परस्य यादु प्रेष्यत्वं सदु जन्मनि जन्मनि सर्वधर्मक्रियाहीनो विश्वस्तैन्यं करोति यः शुनस्सख उवाच न्यायेन वेदानध्येदु गृहस्थोऽस्तु प्रियातिथिः सत्यं वदतु वाजस्रं विश्वस्तैन्यं करोति यः अग्निं जुहोदु विधिवद्यज्ञं यजदु नित्यशः ब्रह्मणसदनं यादु विश्वस्तैन्यं करोति यः ऋषय ऊचुः इष्टमेव द्विजादीनां यदिदं शपथीकृतम् त्वया कृतं विशस्तैन्यं सर्वेषां न शुनः सख उवाच मया ह्यन्तर्हितान्यासन् विसानीमानि वो द्विजाः धर्मं च श्रोतुकामेन जानीध्वं मां च वासवम् अलोभा दक्षया लोका जितावो मुनिसत्तमाः विमानमधितिष्ठध्वं गच्छामस्त्रिदशालयं ततो महर्षयस्तेदु विज्ञायाथ पुरन्दरम् ऊजुः पुरन्दरं चेदं वाक्यं वाक्यविशारदाः इहागत्य नरो यस्तु मध्यमं पुष्करं विशेद त्रिरात्रो पोषितो भूत्वा लभेदावश्यकं फलं द्वादशवार्षिकी दीक्षा स्मृता यादु वनौकसां तस्या फलं समग्रं च लभेदिह न संशयः नासौ दुर्गतिमाप्नोति स्वगह्णैः सह मोदते विरिञ्जिस्थानमासाद्य तिष्ठेद्वै ब्रह्मणो दिनं पुलस्त्य उवाच इन्द्रेण सह सम्प्रीतास्तदा जग्मुत्रिविष्टपम् एवं विलोभ्यमानास्ते लोभैर्बहुविधैरिह नैव लोभं तथा चक्रुस्तेन जग्मुस्त्रिविष्टपम् इदं यशृणुयान्नित्यमृषीणां चरितं शुभं विमुक्तः सर्वपापेभ्यः स्वर्गलोके महीयते इति श्रीपद्मपुराणे प्रथमे सप्तर्षि संवादो नामैकोनविंशोऽध्यायः ॐ